पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 93 कुञ्चल उवाच किं विज्वलत्वया दृष्टमपूर्वं भ्रमदामहीम् आश्चर्येण समायुक्तं तन्मे कथय सुव्रत इतः प्रयासिकं देशमाहारार्थं तु सोद्यमी यद्यदृष्टं त्वया चित्रं समाख्याहि सुतोत्तम विज्वल उवाच अस्ति मेरुगिरे पृष्ठे आनन्दं नाम काननं दिव्यवृक्षैः समाकीर्णं फलपुष्पमयैः सदा देववृन्दैः समाकीर्णं मुनिसिद्धसमन्वितम् अप्सरोभिः सुरूपाभिर्गन्धर्वैः किन्नरोरगैः वापीकूपतडागैश्च नदी प्रस्रवणैस्तथा आनन्दकाननं पुण्यं दिव्यभावैः प्रभासदे विमानैकोटिसङ्ख्याभिर्हंसकुन्देन्दुसन्निभैः गीतकोलाहलैरम्यैर्मेघध्वनिनादितं षट्पदानां निनादेन सर्वत्र मधुरायते चन्दनैश्च्यूतवृक्षैश्च चम्पकैः पुष्पितैर्वृतं नानावृक्षैः प्रभात्येव मानन्दवनमुत्तमम् नानापक्षिनिनादेन बहुकोलाहलान्वितम् एवमानन्दनं दृष्टं मया तत्र सुशोभनं विमलं च सरस्तादशोभदे सागरोपमम् सम्पूर्णं पुण्यतो येन पद्मसौगन्धिकैशुभैः जलजैस्तु समाकीर्णं हंसकारण्डवान्वितम् एवमासीत् सरस्तस्य सुमध्ये काननस्य हि देवगन्धर्वसम्बान्धैर्मुनिवृन्दैरलङ्कृतम् किं न रोरगगन्धर्वैश्चारणैश्च सुशोभदे तत्राश्चर्यं मया दृष्टं वक्तुं तादनशक्यते विमानेनापि दिव्येन कलशैरुपशोभते छत्रदण्डपदाकाभिराजमानेन सत्तम सर्वभोगाविलेनापि गीयमानेऽथ किन्नरैः गन्धर्वैरप्सरोभिश्च शोभमानोऽथ सुव्रत स्तूयमानो महासिद्ध ऋषिभिस्तत्त्ववेदिभिः रूपेणा प्रतिमो लोके न दृष्टस्तादृश क्वचिद सर्वाभरणशोभाङ्गो दिव्यमाला विशोभितः महारत्नकृतमाला यस्योरसि विराजते तत्समीपे स्थिता चैका नारी दृष्टा वरानना हे महारैश्च मुक्तानां वलयै कङ्कणैर्युधा दिव्यवस्त्रैश्च गन्धैश्च चन्दनैश्चारुलेपनैः स्तूयमानो गीयमानपुरुषस्तत्र चागतः रतिरूपावरारोह पीनश्रोणि पयोधरा सर्वाभरणशोभाङ्गी तादृशी रूपसम्पदा द्वावेदौ तौ मया दृष्टौ विमानेनापि चागतौ रूपलावण्यमाधुर्यौ सर्वशोभासमाविलौ समुत्तीर्णौ विमानात्तावागदौ सरसोऽन्तिके स्नादौ तादमहात्मानौ स्त्रीपुंसौ कमलेक्षणौ प्रगृह्यतौ महाशस्त्रौ दम्पती दु परस्परं तादृशौ च शवौ तत्र पतितौ सरसस्तटे प्रभासेते तदा तौ तु स्त्रीपुंसौ कमलेक्षणौ रूपेणापि महाभाग तादृशावेव तौ शवौ देवरूपोपमस्ताद यथा पुंसस्तथा शवः यथा रूपं हि तस्यापि तादृशस्तत्र दृश्यते यथा रूपं तु भार्यायास्तथा शवो द्वितीयकः स्त्रीशवस्य तु यन्मांसं शस्त्रेणोत्कृत्य सा ततः भक्षते तस्य मांसानि रक्ताप्लुतानि तानि तु पुरुषो भक्षते तद्वच्छवमांसं समादुरः क्षुधया पीड्यमानौ तौ भक्षेदे पिशितं तयोः यावत्तृप्तिं समायादौ तावन्मांसं प्रभक्षितं सरस्यथ जलं पीत्वा संजातौ सुखितौ पितः कियत्कालं स्थितौ तत्र विमानेन गतौ पुनः अन्ये द्वे धुस्त्रियौ ताद मया दृष्टे च तत्र वै रूपसौभाग्यसम्पन्ने ते स्त्रियौ चारुलक्षणे ताभ्यां प्रभक्षितं मांसं यदा तादमहावने प्रहसेदे तदा ते द्वे हास्यैरट्टाट्टकैः पुनः भक्षते च स्वमांसानि तावेतौ परिनित्यशः कृत्वा स्नानादिकं मांसं पश्यदो मम तत्र हि अन्ये स्त्रियौ महाभाग रौद्राकारसमन्विते दंष्ट्राकरालवदने तत्रैवादि विभीषणे ऊचतुस्तौ तदा ते दु देहि देहि दिवै पुनः एवं दृष्टं मया ताद वसता वनसन्निधौ नित्यमुत्कीर्य भक्ष्येदे तौ द्वौ दु मांसमेव च जायते च सुसम्पूर्णौ कायौ च श्रवयोः पुनः नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः कुर्वन्ति सदृशीं चेष्टां पूर्वोक्तां मम पश्यदः यददाश्चर्यसंजातं दृष्टं तादमया तदा भवदा पृच्छिदं तादृष्टमाश्चर्यमेव च मया ख्यातं तवाग्रे वै सर्वसन्देहकारणाद कथयस्वप्रसादाच्च प्रीयमाणेन चेतसा विमानेनागदो योऽसौ स्त्रिया सार्धं द्विजोत्तम दिव्यरूपधरो यस्तु सखस्तु कमलेक्षणः काचनारी महाभाग महामांसं प्रभक्षति स कश्चाप्यागतस्ताद सा चैवाभ्येत्य भक्षति प्रहसेदे तदा ते द्वे स्त्रियौ ताद वदस्वनः ऊचतुस्थौ तथा चान्ये देहि देहि दिवा पुनः